पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 32 नारद उवाच ततो गच्छेद राजेन्द्र सुगन्धं लोकविश्रुतं सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते रुद्रावर्तं तदो गच्छेत्तीर्थसेवी नराधिप तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति तत्र कर्णह्रदे स्नात्वा देवमभ्यर्थ्य शङ्करं न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ततः कुब्जामृगं गच्छेत्तीर्थसेवी यथाक्रमं गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति अरुन्धतीवडं गच्छेत्तीर्थसेवी नराधिप सामुद्रकमुपस्पृश्य त्रिरात्रो पोषितो नरः गोसहस्रफलं विन्ध्यात्स्वर्गलोकं च गच्छति ब्रह्मावर्तं ततो गच्छेत् ब्रह्मचारी समाहितः अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति यमुनाप्रभवं गच्छेत् समुपस्पृश्य यामुनम् अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितं तत्रोष्य रजनीः पञ्च दद्यात् बहु सुवर्णकम् अथ देवीं समासाद्य नरः परमदुर्गमाम् अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिं ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत वसिष्ठं समधिक्रम्य सर्वे वर्णाद्विजातयः ऋषिकुल्यां नरस्नात्वा ऋषिलोकं प्रपद्यते यदि तत्र वसेन्मासं शाकाहारो नराधिप भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेद गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते कार्तिकमाकयोश्चैव तीर्थमासाद्य दुर्लभम् अग्निष्ठोमादिरात्राभ्यां फलं प्राप्नोति पुण्यकृद ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् उपस्पृश्येत् स विद्यानां सर्वासां पारगो भवेद् महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने एककालं निराहारो लोकान् संवसदे शुभान् षष्टकालोपवासेन मासमुष्य महालये तीर्णस्तारयदे जन्तून् दश पूर्वान् दशापरान् दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतं कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचिद् सर्वपापविशुद्धात्मा विन्द्यात् बहु सुवर्णकम् अध वेदसिक्कां गच्छेत् पितामहनिषेवितां अश्वमेधमवाप्नोति गतिं च परमां व्रजेद अथ सुन्दरिकां तीर्थं प्राप्य सिद्धनिषेवितां रूपस्य भागी भवति दृष्टमेदत् पुरातनैः ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ततश्च नैमिषं गच्छेद पुण्यं द्विजनिषेवितं तत्र नित्यं निवसति ब्रह्मा देवगणैः सह नैमिषं प्रार्थयानस्य पापस्यार्थं प्रणश्यति प्रविष्टमानस्तु नरः सर्वपापात् प्रमुच्यते ॐ